सम्यक् वन्दे परं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम विश्वं शान्तिसमन्वितम्। कथम्? अहं ह्यः एव अत्र आगतवती। ह्यः रात्रौ हर्षीनगरं ओहोहो वर्गः भवितुं शक्यते वा न वा इति किञ्चित् संशयः आसीत्। अनन्तरं सम्यक् निद्रां कृतवती। रात्रौ विमानस्य बहु विलम्बः जातः, बास्टन्तः एव प्रस्थानमेव न कृतम्। अतः अत्र आगमने एकादशवादनम् अभवत्। केवलं एकघण्टाकालस्य प्रयाणं तत् विमाने बास्टन्तः हर्षीपर्यन्तं, हारिस्बर्ग् पर्यन्तं वन् अण्ड् हाफ् अवर्स्। परन्तु बहु प्रस्थाने एव विलम्बः। भवती एकाकिनी गच्छ गमनागमनं करोति वा अथवा कोऽपि विमाने क्लेशः नास्ति खलु, परन्तु साधारणतया तत्र विमानस्य गेट् पर्यन्तं केनापि आगम्यते। अतः कदाचित् एवं विलम्बः भवति चेत् एकाकिनी तत्रैव मया स्थातव्यं भवति। अतः मम दौहित्रः आगतः आसीत्। अनन्तरं शुभवार्ता अस्ति, मम दौहित्रस्य PhD अभवत्। ओहोहो अभिनन्दन। तदर्थमेव अहं बास्टनगरे स्थितवती अस्मि, आसं खलु। 30तमे दिनाङ्के तस्य PhD डिफेन्स् अभवत् तत्र कस्मिन् क्षेत्रे कस्मिन् यशस्वी। कस्मिन् क्षेत्रे सः तत्तु जेनेटिक् इञ्जिनियरिङ्ग्, तस्य बयोजेनेटिक् इञ्जिनियरिङ्ग् इति अहं चिन्तयामि। तदनन्तरं परन्तु तस्य कान्वोकेशन् भवति मे मासे एव, कदाचित् एकवारमेव दीयते खलु। तत्तु इदानीं पूर्णतया डाक्टर् पट्टं प्राप्तम्, उपाधिः प्राप्ता। अनन्तरं मे मासे एव कान्वोकेशन् भवति। इदानीं सः पोस्ट् डाक्टरेट् अपि कुर्वन् अस्ति। अस्तु, बहु समीचीनम्, अभिनन्दनानि तस्मै। कुतः पठनीयम्? अत्र षट्षष्टितमपुटात् एवम्? इदानीमपि तत्र वाक्यस्य अर्धभागः एव पठितः वा? बहु दीर्घः आसीत् तद्वाक्यं अनुच्छेदः। समाप्तं तद्वाक्यं समाप्तं वाक्यं समाप्तं वा? इदानीम् इतः पठनीयम्। अस्तु, अस्तु पठामि। सः गौरसिंहः इति सः अवगच्छति, द्वारपालकः खलु। आम् आम् तम् अवलोक्यैव इत इतो गौरसिंह उपविश उपविश चिराय दृष्टोऽसि अपि कुशलं कलयसि अपि कुशलिनस्तव सहवासिनः अप्यङ्गीकृतमहाव्रतं निर्वहथ यूयम् अपि कश्चिन्नूतनो वृत्तान्तः इति कुसुमानिव वर्षता पीयूषप्रवाहेणैव सिञ्चता मृदुना वचना जातेन तत्र भवता वचनजातेन वचनजातेन तत्र भवता शिववीरेणाद्रियमाणः आपृच्छ्यमानश्च त्रिः प्रणम्य अन्तरङ्गमण्डलीजुष्टकटे समुपविश्य करौ सम्पुटीकृत्य भगवन् अखिलं कुशलं प्रभूनाम् अखिलं कुशलं प्रभूनाम् अनुग्रहेण अस्माकम् अखिलानाम् अङ्गीकृतमहाव्रते च मास्मपदं धात् कश्चन अन्तराय इत्येव सदा कश्चनान्तराय कश्चन अन्तराय इत्येव कश्चन अन्तराय इत्येव सदा प्रार्थ्यते भगवान् भूतनाथः तर्हि तम् अवलोक्य एव इत गौरसिंह उपविश इति वदति सः चिरकालात् न दृष्टः अपि कुशलम् इत्यादिकं कुशलप्रश्नान् करोति तत्र एतादृशप्रयोगः अस्माभिः कदाचित् प्रावाक्येपि अत्र अपि कुशलम् अपि कुशली त्वम् अथवा अपि कुशली भवान् इत्यादीनां प्रयोगः सम्यक् भासते. कदाचित् तादृशप्रयोगः अपि क्रियन्ताम् इति कलयसि इति किं कलयसि कुशलं कलयसि इत्युक्ते कुशली अस्ति इति तावदेव. अप्यङ्गीकृतमहाव्रतं निर्वहत यूयं नाम महाव्रतं नाम तत्र मुसल्मान् जनानां निष्कासनं तत् महाव्रतं तत्र महाव्रतं निर्वहत यूयम् इत्युक्ते अत्र देशरक्षणार्थं अहो यत् ते कुर्वन्तः सन्ति तत्तु व्रतमिव इति. दीक्षाबद्धाः सन्ति मातृभूमिं रक्षितुम् इति. यदा एतादृश अन्तरायः सन्ति खलु, बहवः इस्लामीयाः तत्र आगताः खलु, अतः कथञ्चित् मातृभूमिं रक्षामः इति तेषां व्रतं बद्धकङ्कणाः सन्ति. आम् तर्हि इति कुसुमानिव वर्षता पीयूषप्रवाहेण सिञ्चता मृदुना वचनजातेन तत्र भवता शिववीरेण तर्हि एतत् सर्वं शिव शिव शिवराजः शिवराजः एव तत्र शिवराजेन आद्रियमाणः आपृच्छ्यमाणः च सः गौरसिंहः त्रिः प्रणम्य शिवराजं प्रणम्य अन्तरङ्गमण्डलीजुष्टकटे प्रायः तत्र अत्र तत्र बहु अन्तरङ्गमन्त्रिणः वा अथवा सहायकः वा तत्र सम्भूताः सन्ति इति अर्थः. तस्मिन् कटे सः अपि उपविश्य उपविशति अनन्तरं प्रणम्य इत्युक्ते त्रिवारं प्रणम्य त्रिवारं त्रिवारं प्रणम्य करौ सम्पुटीकृत्य एवम् बद्धाञ्जलिः भगवन् अखिलं कुशलं प्रभूनाम् अनुग्रहेण अस्माकम् अखिलानां तद् सर्वं कुशलम् अस्ति इति अपि च अङ्गीकृतमहाव्रते च मास्मपदं धात् मास्मपदं धात् धात् इति अधात् धा धारणे तथा धात् इति विधिलिङ्गकारे भवति इत्युक्ते धा धातोः इति मन्ये. आम् अतः अङ्गीकृतमहाव्रते च इति पदं तथा न भवेत् यतः तत्र अन्तरायः कश्चन सर्वदा अस्ति एव इति. सदा प्रार्थ्यते भगवान् भूतनाथः इति. आम् भगवान् भूतनाथः प्रार्थ्यते इति अत्र कश्चन सर्वदा अन्तरायाः भवन्ति एव खलु, अतः पुनः पुनः अन्तरायः पदं मा धात् इति तत्र भूतनाथः प्रार्थ्यते. पुनः निवारणविघ्नः भवति चेत् तस्य निवारणम् एकः विषयः, पुनः पुनः विघ्नः एव न भवेयुः इति भवति चेत् तथा अन्यः विषयः, तथा भूतनाथः प्रार्थ्यते. यही पठ्यते किं विमला भगिनी, विमला महोदय? आं पठामि. कुतः नूतनः प्रश्नश्च ततः वा? नूतनप्रश्नश्च को नाम अद्यतनसमये वक्तव्यः श्रोतव्यश्च? वृत्तान्तः. ऋते दुराचारात् स्वच्छन्दानाम् उच्छृङ्खलानाम् उच्छिन्नसच्चीलानां म्लेच्छहतकानाम् इति कथयामास. ततश्च तेषामेव अभूत् आलापः. अत्र किञ्चित् पुनः पठतु भगिनि पूर्वतनवाक्यं. नूतनः ततः आरभ्य. भगवान् भूतनाथः अनन्तरं क्षम्यताम्. भगवान् भूतनाथः. नूतनः प्रश्नश्च को नाम, कः नाम अद्यतनसमये वक्तव्यः श्रोतव्यश्च? श्रोतव्यश्च वृत्तान्तः. को नाम वक्तव्यः श्रोतव्यश्च वृत्तान्तः. ऋते दुराचारात् स्वच्छन्दानाम् उच्छृङ्खलानासु उच्छृङ्खलानाम् उच्छिन्नसच्छीलानां म्लेच्छहतकानाम् इति कथयामास. ततश्च तेषां ऋते इति मेतः मे म्लेच्छहतकानां स्वच्छन्दानाम् उच्चशृङ्खलानाम् उच्छिन्नसच्छीलानां दुराचारात् ऋते कः विषयः अस्ति? अन्य कः विषयः? सः एव विषयः मुख्यः. अस्तु. ततश्च तेषाम् एवम् अभूत् आलापः इति. शिववीरः अथ कथ्यतां को वृत्तान्तः? का च व्यवस्था अस्मिन् महाव्रताश्रमपरम्परायाः? गौरसिंह भगवन् सर्वं सुसिद्धं प्रतिगव्यूत्यन्तरालमङ्गीकृत सनातनधर्मरक्षामहाव्रतानां धारितमुनिवेशाणां वीरवराणाम् आश्रमाः सन्ति. प्रत्याश्रमञ्च वलीकेषु गोपयित्वा स्थापिताः परश्यताः खड्गाः, पटलेषु तिरोभाविताः शक्तयः, कुशपुञ्जान्तःस्थापिताः भुषुण्ड्यश्च समुल्लसन्ति. पुञ्छस्य शिरस्य समिदाहरण्यस्य इङ्गुदोपर्यन् समितः आहरणम् इत्युक्ते केवलं तदेव. तत्र मुनिवेषे एव सर्वे सन्ति खलु, गूढचारिणः, तत्र तेषां तथा एव कार्यं कुर्वन्ति. परन्तु अन्ततो गत्वा ते एतादृश आयुधानि सर्वाणि गोपयित्वा स्थापयन्ति इति. कीदृश आयुधानि इति उक्तम् अत्र. परशताः खड्गाः, पटलेषु तिरोभाविताः शक्तयः, कुशपुञ्जान्तःस्थापिताः भुषुण्डयः इति. उञ्चस्य शिलस्य समिदाः इत्युक्ते किं महोदय? भुषुण्डः दैवी महात्म्यम् अद्य अपि आगच्छति खलु. पूर्वमपि आगतम् आम्, परन्तु तत्र गन् नास्ति. देवी महात्म्ये गण् नास्ति, भुषुण्डि. तत्र भुषुण्डी परिघायिता इति अस्ति तत्र देवी महात्म्य मध्ये. अस्तु. अत्र टीकायामपि किञ्चित् पूर्वतनभागस्य अपि कोऽपि अस्ति वा इति पश्यतु. रत्नः पुरातनः अद्यतनसमये सम्प्रति पुरातन इति अस्ति. पुराणे प्रथन प्रत्न पुरातन चिरन्तनः इति अमरः. अद्यतनसमये वयं जानीमः सम्प्रति इति आजकल् इति हिन्दीभाषायाम्. अपि च अद्यतनशब्दो वैयाकरणैः परिभाषितः यस्मिन्नर्थे आगामिरात्रि अर्धचर चरम अवयवरूपेण अतीतरात्रिः आगामिरात्रिः रात्रि तत्पर्यन्तं इति तयोः मध्ये भवति खलु, तदेव अतः अर्धचरमावयवरूपे, चरम इत्युक्ते अन्तिमम् इति, अर्धचरमावयवरूपे इति. तदभिप्रायेण परन्तु अत्र एतत् सर्वम् अद्यतनशब्दः इत्यस्य विषये विवरणम् एतत् सर्वम् अत्र वैयाकरणैः परिभाषितः अद्यतन इति भवति चेत् न अद्य इति न अर्थः, इदानीन्तनकाले एतेषु दिनेषु इति अर्थः भवति. अपि च स्वच्छन्दानामित्यारभ्य म्लेच्छान्ते अनुप्रासः महाव्रतं महान् नियमः. उञ्चः इत्युक्ते पतितकणानाम् एकैकशः ग्रहणम् अस्तु. तद् अतः एव सन्न्यासिनः उञ्चवृत्तिः इति उच्यते खलु, उञ्चवृत्तिः इति उच्यते खलु, ओ ते अस्तु. एकवारमेव भोजनं कुर्वन्ति सन्न्यासिनः, सः नियमः. अस्तु. तावदेव न, सन्न्यासिनः स्वपाकं न कुर्वन्ति, परन्तु साधारणतया एता एवम् उञ्चवृत्तिं कृत्वा यावत् भवति तण्डुलं यावत् लभ्यते तावदेव शिष्याणां हस्तैः पच्यते, तदनन्तरमेव तेषां भोजनं केवलम् एकवारम्. इदम् इत्युक्ते क्षेत्रादौ स्वामित्यक्तानां कणिशानां ग्रहणं, तदेव ते स्वामित्यक्तानां कणिशानां ग्रहणं ग्रहणं तावदेव. कणश आदानम् अतः एव इदानीन्तनकाले अपि मठाधिपतयः भवन्ति खलु, तेषां भोजनस्य भोजनम् इति वा न वदा न वदामः, भिक्षा भिक्षा इत्येव आम् वदामः. आम् आम् आम् गृहे गृहे गत्वा स्वीकुर्वन्ति स्वीकुर्वन्ति स्वीकुर्वन्ति तथा अथवा शिष्याः भक्ताः एव स्वयम् आगत्य मठम् आगत्य अस्तु. समर्पयन्ति, भिक्षा इति उक्त्वा अस्तु समर्पयन्ति. समर्पयन्ति. आम् इङ्गुदो पर्यन्वेषणस्य इङ्गुदी इति सोरि सोरि इङ्गुदि ओ एतत् रामायणे अपि एतत् आगतं खलु, इङ्गुदी इति कश्चन वृक्षः, इङ्गुदीवृक्षः इति. एतत् न पठामि. तत्र तत्रत्य फलं स्वीकृत्य तत् शिलायाः उपरि स्थापयित्वा तत् सम्यक् तस्य मर्दनं कृत्वा तत् रसम् उपयुज्य एतत्तु भोजने वा कथं कस्मिन् रूपे तस्य उपयोगं कुर्वन्ति इति अहं न जाने. कालिदासस्य मेघदूतम् इति पद्येपि बहु बहुशः आगच्छति इङ्गुदीफलस्य विषयः. एतत् न पठितं, केवलम् अस्य उपरि यदासीत् तदेव सम्मूलसन्ति इति. तत्र उञ्चस्य शिरस्य समिदाहरणस्य इङ्गुदीपर्यन्वेषणस्य भूर्जपत्रपरिमार्गणस्य कुसुमावचयनस्य तीर्थाटनस्य सत्सङ्गस्य च व्याजेन केचन जटिलाः परे मुण्डिनः, इतरे काषायिणः, अन्ये मौनिनः, अपरे ब्रह्मचारिणश्च बहवः पटवः बटवश्चराः सञ्चरन्ति. चराः सञ्चरन्ति बहवः पटवः वटवः. वटवः अस्तु, ब इति दर्शयति. अस्तु, वटवः चराः सञ्चरन्ति. चराः इत्युक्ते गूढचराः. गूढचराः अस्तु. विजयपुरा शैलीं पश्यतु, बहवः पटवः वटवः इति. आम् आम्, वटवः चराः सञ्चरन्ति, ब्रह्मचारिणश्च. अस्तु, विजयपुरात् उड्डीयात्रा गच्छन्त्या मक्षिकाया अप्यन्तस्थितं वयं विद्मः. किं नाम येषां यवनः तकानाम् इत्युक्ते वयं सर्वं जानीमः. यवनहतकानामपि विषयं वयं जानीमः इति गौरसिंहसिंहः वदति. अत्र पश्यतु अन्तिमं वाक्यं, मक्षिकायाः अपि विजयपुरात् उड्डीय अत्र आगच्छन्त्या मक्षिकायाः अपि अन्तःस्थितं वयं विद्मः. अस्तु, सुन्दरम् अस्ति. साधु साधु, तस्य तात्पर्यम् अवगतं खलु? अत्र आगच्छन्त्याः मक्षिकायाः अपि अन्तःस्थितं वयं विद्मः. किं नाम येषां यवनः तकानाम् इति. अस्तु, शिवबीरः, साधु साधु, कथं न स्यात् एवं, भारतवर्षीया यूयं तत्रापि कुलजाताः उच्चकुले जाताः इति, महोच्चकुलजाताः महोच्चकुलजाताः तत्रापि महोच्चकुलजाताः अस्ति चेत् अस्ति अस्ति चेदं भारतम् अस्ति च इदं भारतम् अस्ति च इदं भारतं वर्षं भवती च स्वाभाविक एव अनुरागः सर्वस्यापि स्वदेशे पवित्रं पवित्रमश्च पवित्रतमः च यौष्माकीणः सनातनो धर्मः सनातनधर्मः तम् एते जाल्माः समूलम् उच्छिन्दन्ति अस्ति च प्राणायान्तु न च धर्मः इति आर्याणां दृढः सिद्धान्तः. एतावत्पर्यन्तम् अर्थम् अवगच्छन्तु. साधु साधु, कथं न स्यादेवं तथा एव इति. भारतवर्षीयाः यूयं भारतीयाः तत्रापि उच्चकुले जाताः अस्ति च इदं भारतं वर्षम् अस्माकं स्वदेशः इति कारणात् सर्वेषामेव अनुरागः स्वदेशे अस्ति एव. अत्र यौष्माकीणः इति पदम् आगतं खलु, तत्र जानाति खलु तत् कथम् इति, मामकीनः याव तावकीनः इति. तत्स्मिन् अर्थे यौष्माकीनः न युष्माकम् इदम् इति यौष्माकीनः, अस्माकम् इदम् इति अस्माकीनः, तथा भवति. सनातनधर्मः, पवित्रतमः सनातनधर्मः, तत् सनातनधर्ममेव एते जाल्माः समूलम् उच्छिन्दन्ति. एते इदानीमपि तथा प्रयत्नः किञ्चित् उक्तः खलु केनापि राजकीयपुरुषेण चेन्नैतः, जानन्ति खलु सर्वे. अस्तु, अतः आर्याणां दृढः सिद्धान्तः कः, प्राणाः अपि यान्तु परन्तु न धर्मः. प्राणनाशार्थमपि सिद्धाः सन्ति प्राणत्यागं कर्तुमपि, परन्तु धर्मत्यागं कर्तुं न सिद्धाः इति आर्याः. आर्याः इत्युक्ते भारतीयाः इति वक्तव्यं तावदेव. श्रेष्ठाः ज्येष्ठाः इति आर्याः. अस्तु, अग्रे. महान्तः हि धर्मस्य कृते लुण्ट्यन्ते, पात्यन्ते, हन्यन्ते, न धर्मं त्यजन्ति, किन्तु धर्मस्य रक्षायै सर्वसुखान् अपि त्यक्त्वा निशीतेषु अपि वर्षासु अपि ग्रीष्मधर्मेषु अपि ग्रीष्मघर्म घकारः घर्म ग्रीष्म घर्मेष्वपि महारण्येष्वपि कन्दरी कन्दरेष्वपि व्यालवृन्देष्वपि सिंहसङ्गेष्वपि वारणवारेष्वपि चन्द्रहासचमत्कारेष्वपि च निर्भया विचरन्ति तद् धन्याः स्थ यूयं वस्तुतः आर्यवंशीयाः वस्तुतः च भारतवर्षीयाः. तत्र धर्मस्य कृते के लुण्ठन्ते पात्यन्ते हन्यन्ते इति अर्थः भवति. जनाः भारतीयाः धर्मरक्षणार्थं ते कर्मणि प्रयोगः लुण्ठ्यन्ते इति ते मोहम्मदीयाः एवं लुण्ठनं कुर्वन्ति पातयन्ति तत्र घ्नन्ति एतत् सर्वं ते कुर्वन्ति. परन्तु तत् अनुभूयापि तादृशकूर्यकृत्याणि अनुभूयापि एते भारतीयाः धर्मं न त्यजन्ति. अतः परन्तु धर्मस्य रक्षणाय किं किं कुर्वन्ति? सर्वसुखानि अपि त्यक्त्वा निशीथेषु अपि इत्युक्ते रात्रिषु अपि वर्षासु अपि वृष्टिकाले अपि ग्रीष्मघर्मेषु इत्युक्ते बहु ग्रीष्मकाले बहु तीव्रातपः भवति खलु सर्वत्र. अतः तादृशतापे अपि महारण्येषु अपि कन्दरीकन्दरेषु अपि बहुवारम् अहम् उक्तवती अस्मि. कन्दरीकन्दराः इत्युक्ते पर्वताः गुहाः इति. व्यालवृन्देषु अपि इत्युक्ते क्रूरमृगाः व्याल इति सिंहः व्याघ्रः इत्यादयः क्रूरमृगाः व्यालाः. तादृशवृन्समूहेषु अपि सिंहसङ्घेषु अपि वारणवारेषु अपि गजसमूहे अपि चन्द्रहासचमत्कारेषु अपि तत यस्य चोराणां वा शत्रूणां वा युद्धभये अपि निर्भयाः विचरन्ति. अत्र शब्दानाम् अनुप्रासं पश्यन्तु. कन्दरीकन्दरेषु अनन्तरं व्यालवृन्देषु सिंहसङ्घेषु वारणवारेषु अत्र शब्दस्य अनुप्रासं पश्यन्तु. तथा एव गद्यस्य सौन्दर्यम् अस्माभिः अनुभवितव्यम्. अतः धन्याः स्थ यूयं वस्तुतः आर्यवंशीयाः वस्तुतश्च भारतवर्षीयाः. अग्रे एकं वाक्यं पठित्वा अग्रे अन्यैः पठ्य इतोपि एकं वाक्यम् अस्ति. अतः कथ्यतां कोऽपि विशेषः अवगतः वा अपजल्खानस्य विषये. अवगतः तत् पत्रमेव दर्शयामि इति व्याहृत्य उष्णीषसन्धौ स्थापितं कन्यापहारकयवनयुवकमृतशरीरवस्त्रान्तः प्राप्तं पत्रं बहिश्चकार. अवगतमिति मन्ये. सर्वे च विजयपुराधीशमुद्रामवलोक्य किमेतत् कुत एतत् कथमेतत् कस्मादेतत् इति जिज्ञासमानाः सोत्कण्ठा वितस्थिरे इत्युक्ते स्थितवन्तः इति. गौरसिंहस्तु शिववीरस्यापि तत्प्राप्तिचरित शुश्रूषाम् अवगत्य संक्षिप्य सर्वं वृत्तान्तम् अवोचत्. ततस्तु दर्श्यतां प्रसार्यतां पठ्यतां कथ्यतां किमिदम् इति पृच्छति शिववीरे गौरसिंहो व्याजहार. तर्हि सर्वे तत्र प्रश्नः अस्ति चेत् पृच्छन्तु. आमाम् अत्र गौरसिंहः तु शिववीरस्यापि तत्प्राप्तिचरितशुश्रूषा अस्तु अवगत्य संक्षिप्य सर्वं वृत्तान्तम् अवोचत्. तर्हि शिवराजस्यापि अवगत्य तस्यापि जिज्ञासा आसीत् श्रोतुम् इच्छा आसीत् अतः तद् अवगत्य सः उक्तवान्. भगवन् सर्पाकारैरक्षरैः पारस्य भाषायां लिखितं पत्रमेतदस्ति। एतस्य सारांशोऽयमस्ति, विजयपुराधीशः स्वप्रेषितं अपजलखानं सेनापतिं सम्बोध्य लिखति यत् वीरवर महाराष्ट्रराजेन सह योद्धुं प्रस्थितोऽसीति मा स्म भूत् कश्चन अन्तरायस्तव विजये। शिवं युद्धे जेष्यसि चेत् पद्भ्यां सिंहं जितवान् असीति मौस्ये। किन्तु सिंहहननापेक्षया जीवतः सिंहस्य वशीकारः एव अधिकं प्रशस्यः। तद्यदि छलेन जीवन्तं शिवमानयेः तद् वीरपुङ्गवोपाधिदान सहकारेण तव महतीं पदवृद्धिं कुर्याम्। गोपीनाथ पण्डितोपि मया तव निकटे प्रस्थापितोऽस्ति, स मम तात्पर्यं विशदीकृत्य तव निकटे कथयिष्यति, प्रयोजनवशेन शिवमपि साक्षात् करिष्यति इति। गोपीनाथपण्डितः इति प्रायः द्विभाषी इति मन्ये, तस्य विजयपुराधीशस्य पत्रं यदा शिवराजस्य कृते समर्प्यते इति वा, तत्र किमपि उपाधिं केनापि कारणेन सजीवं शिवराज्यं ग्रहीतुं सः इच्छति विजयपुराधीशः, अतः एवं तस्मिन् पत्रे आसीत् इति गोपीनाथपण्डितः वदति, ये क्षम्यतां गौरसिंहः वदति। अग्रे अपि पठामि वा वाक्यं, तत् समापयामि। इत्याकरणत एव शिववीरस्य अरुणकौशेयजालनिबद्धौ मीनानिव नयने सञ्जाते, मुखञ्च बालभास्करबिम्बविडम्बनामाललम्बे अधरञ्च धीरताधुराम् अधरीकृतवान्। शिववीरस्य शिवराजस्य कोपः उद्गतः। अरुणकौशेय जालनिबद्धौ मीनौ इव नयने सञ्जाते, अस्तु। मुखञ्च बालभास्करबिम्बविडम्बनाम् अधरञ्च धीरता दुराम्, तत्र भावं सर्वम् अवगतवन्तः चेत् अग्रे सरामः। एतत् सर्वं किन्तु तत्र नाटकस्य एव, इत्युक्ते काव्यस्य एव विषयः खलु, एतादृशं चरित्रे श्रुतं वा एतादृशं न खलु? तत्र सम्भवाः सत्यसम्भवाः एव, तत्तु तत्र गद्यस्य सौन्दर्यं प्रदर्शयितुम् एतावत् वर्णजालः भवति, कविना कृतः वर्णजालः तावत्। न एतादृशं पत्रम् इत्यादिकं किमपि प्राप्तमासीत् तदस्ति, वञ्चनया एव शिवराजं ग्रहीतुं प्रयत्नं कुर्वन्ति खलु ते। अतः सः दक्षिणकर पल्लवेन श्मश्रु परामृशन् आकाशे दृष्टि बद्ध्वा, अरे रे विजयपुरकलङ्क, स्वयमेव जीवन् शिवः तव राजधानीम् आक्रम्य वीरपुङ्गव उपाधिसहकारेण तव महतीं पदवृद्धिं अङ्गीकरिष्यति, तत् किं प्रेषयसि मृत्योः क्रीडनकान् एतान् कदर्य हतकान् किम् इति साम्रेडम् अवोचत। अपृच्छञ्च ज्ञायते वा कश्चित् वृत्तान्तः गोपीनाथपण्डितस्य? इदानीं तु गोपीनाथपण्डितं प्रेषयति इति ज्ञातं खलु, अतः शिवराजस्य कोपः अधिकृतः भवति, अतः यथा सः स्वयं विजयपुराधीशं वदति इव सः भाषते, स्वयमेव जीवन् शिवः तव राजधानीम् आक्रम्य वीरपुङ्गवोपाधिसहकारेण तव महतीं पदवृद्धिम् अङ्गीकरिष्यति. तत् किं प्रेषयसि मृत्योः कीडनकान् एतान् कदर्यहतकान् इति साम्रेडम् अवोचत्. कदर्यहतकान् इति तत् निन्दावाक्यं, नीचाः इति. एतत् तथा कोपेन उक्त्वा पुनः पृच्छति. तत्र एकवारं व्याख्यानं पठतु अस्य भागस्य, इतोपि अधिकविषयाः सन्ति चेत् वयम् अवगच्छामः. अत्र न अरुणम् अत्र ततः धीरता अत्र न, इतोपि अधः आगच्छति प्रायः. क्रीडनकान् क्रीडनकान् अनन्तरमेव आगतं खलु, तत् पूर्वतनमपि किञ्चित् पश्यतु. वैदर्भीरीतिः इति अस्ति खलु, तस्मिन् विषये किञ्चित् अवगच्छामः. इतः पठतु अरुणम् इति. अरुणं लोहितं यत् कौशेयस्य पट्टवस्त्रस्य जालम् आनायः तेन निबद्धौ गृहीतौ मीना विवेति उपमा. मीनौ इव इति ओ मीना मीना इव इति उपमा. मीनौ मीनौ मीनौ इव इति उपमालङ्कारः अस्तु. क्रोधनयने लोहिते अभूतां क्रोधात् नयने क्रोधात् नयने लोहिते अभूताम् इति वाच्यो अर्थः वाच्यः अर्थः. बालभास्करस्य नवोदितसूर्यस्य ओके यद् बिम्बं नितान्तलोहितं मण्डलं विडम्बनां तदनुकृतिम् आललम्बे धृतवत् धीरताधुरां धैर्यभारं ऋक्पुरब्धुः इत्यादिना समासान्तो प्रत्ययः. अवगतं खलु. बुधूः धुरौ धुरः इत्येव पदं, परन्तु अत्र समासान्ते धू इति भवति इति कारणात् आकारान्तं भवति समासनियमः. ऋक्भूरब्धू पतामानक्षे इति सूत्रम्. अतः तत्तु समासान्ते ऋक् शब्दस्य, पूः शब्दस्य, अप् शब्दस्य, धूः शब्दस्य आकारान्तं भवति इति. अस्तु. अधरीकृतवान् त्यक्तवान् अनुप्रासः अस्ति. चूर्णकं गद्यं वैधवीः वैधवीरीतिः. तत्र तादृश रीतिः इति शैली इति वक्तुं तादृश चत्वारः अस्ति, चतस्रः रीतयः सन्ति इति अहं चिन्तयामि. अग्रिमसप्ताहे वदामि. अत्र बहु वीरेण तस्य वीरेण यदुक्तं तत्तु तस्य वीरप्रदर्शनमपि. शूरः खलु, वीरः शूरः इति कारणेन सः यत् वदति तत् पूर्णतया वीरभावेन वदति इति कारणात् तथा भवति वैदर्भी शैली इति. अतः वैदर्भीरीतिः इति अर्थः. साधारणतया गद्येषु एवं तस्य शैल्याः अनन्तरं तस्य भावस्य रीतीनाम् एते विषयाः आगच्छन्ति. ओजोगुणः इत्यादीनि. प्रसादश्च गुण इति तत्र तत्र न विस्मरणीयम्. प्रसादश्च इति शिवराजः तस्य कृपाविशेषं, वैशिष्ट्यम्, अनुग्रहम् एतदपि प्रदर्शयति तत्र तत्र. तस्य मृदुभावः अपि दृश्यते. तदा तत्तु गुणः इति अस्माभिः स्मरणीयम् इति अर्थः. तत्र तत्र तस्य पराक्रमस्य अनन्तरं धैर्यस्य वचनानि आगच्छन्ति. तदा तस्य वैदर्भीरीतिः ओजोगुणः इति अर्थः भवति. शिवः शिवाजी इति अर्थः पदवृद्धिं स्थानोन्नतिं स्थानोन्नतिं स्थानोन्नतिं तरक्की इति भाषायां तरक्कीय हिन्दीभाषायामपि हिन्दीभाषायाम् अस्ति खलु. हिन्दी वा मराठी वा भृत्यः यमस्य क्रीडनकान् मृत्योः यमस्य उकारश उकारान्तशब्दः मृत्योः क्रीडनकान् खेलसाधनानि सन्निहित मरणान्निति यावत् साक्षात् करिष्यामि द्रक्ष्यामि गोपीनाथ प्रायः न खलु गोपोनाथम् इति शेषः बाणम् अङ्गी गोपीनाथ तत्र मुद्रण पठनीयमस्ति परन्तु तत् न तत् न पठितं साम्रे आम् इतः पठनीयं किल आमां पठ्यताम् आम् यावत् गौरसिंहः किमपि विवक्षति तावत् प्रतिहारः प्रविश्य विजयतां महाराज महाराजः इति त्रिव्याहृत्य पूर्वमपि आगतं खलु त्रिः इति त्रिः इत्युक्ते त्रिवारम् इति अर्थः त्रिर्व्याहृत्य इति उक्तं खलु अत्र रेपः अस्ति त्रिः व्याहृत्य त्रिर्व्याहृत्य करौ सम्पुटीकृत्य शिरो नमयित्वा कथितवान् अत्र नमयित्वा इति अस्ति खलु नत्वा एव भवितव्यं खलु न शिरः नमयित्वा इत्युक्ते निजन्तं नत्वा इत्युक्ते स्वार्थः नमयित्वा निजन्तः नमयित्वा कथितवान् भगवान् दुर्गद्वारि कश्चन गोपीनाथ नामा पण्डितः श्रीमन्तं दिदृक्षुरूप तिष्ठते न अयं समयः प्रभूणां दर्शनस्य पुनरागम्यताम् इति बहुशः कथ्यमानः अपि किञ्चन अति आवश्यक कार्यमिति प्रतिजानाति तदत्र प्रभुचरणाम् एव प्रमाणम् इति पूर्वं पठितं खलु गौरसिंहः गौरवटुः सः आगतवान् द्वारपालकेन सह सम्भाषणं कृतं खलु द्वारपालकः तं न तत्र अन्तः आगन्तुं न अङ्गीकरोति खलु अतः सः किञ्चित् तस्य परीक्षां कर्तुं उत्कोचं दातुं किमपि वदति अतः बहु कोपेन वदति इति तत्सर्वं स्मरन्तु अतः सः एव गौरसिंहः एव प्रभु शिवराजं द्रष्टुम् आगतवान् इति अहमेव पठामि वा तद् अवगत्य ओ समयः अस्ति खलु इतोपि इत्युक्ते अत्र प्रश्नः इत्युक्ते इदानीं गोपीनाथः एव गौरसिंहः एव गोपीनाथः इति वा नैव वयं न जानीमः पश्यामः अस्तु अस्तु पठामि तदवगत्य सोऽयं गोपीनाथः सोऽयं गोपीनाथः इति साम्रेडं सतर्कं सोत्साहञ्च व्याहृतवत्सु निखिलेषु शिववीरेण निजबाल्यप्रियो माल्यश्रीकनामा सम्बोध्य कथितो यत् गम्यतां दुर्गान्तर एव महावीरमन्दिरे तस्मै वासस्थानं दीयताम् भोज्यपर्यङ्कादिसुखदसामग्री जातेन च सत्क्रियतां ततोऽहमपि साक्षात् करिष्यामि इति. अत्र पूर्वम् उक्तं खलु शिवराजेन भवन्तः सर्वे मातृभूमिरक्षणाय एतत् सर्वानपि अन्तरायनपि किञ्चित् निगृह्य सोढ्वा भवन्तः भिन्नभिन्नरूपेण कार्यं कुर्वन्तः सन्ति गूढचराः सन्ति इति उक्तवान् खलु अतः एव एते बहवः वटवः इति पठितं पटवः वटवः इति पठितं खलु. अतः ब्रह्मचारीरूपेण आश्रमेषु निवसन्तः ते सर्वं गूढचारकार्यं कुर्वन्तः सन्ति. तादृशेषु गौरसिंहः इति नाम्ना यः कार्यं कुर्वन् अस्ति सः एव गोपीनाथः इति अहं चिन्तयामि. अतः एव एवं वदति. ततो आढम् इत्युक्त्वा प्रयाते माल्यश्रीके, महाराज आज्ञा चेद् अहम् अद्यैव अपजलखानं कथमपि साक्षात् कृत्य तस्य अखिलं व्यवसितं विज्ञाय प्रभुचरणेषु विनिवेदयामि. नाधुना मम क्षान्तिः शान्तिश्च, यतः सन्न्यासिवेषोऽहं समागच्छन् द्वयोर्यवनभटयोर्वार्तया अवागमम् अवागमम् यत् श्वः एव एते युयुत्सन्ते इति गौरसिंहः मन्दं कर्णान्तिकं व्याहार्षीत् व्याहार्षीत् उक्तवान् इति. पठति किं विमला महोदय? अतः माल्यश्री इति सः उक्तवान् एतत्, सः पूर्वमेव जानाति एतत्. अत्र व्याहर्षीत् इत्यत्र धातुः ऋ एव खलु, लुङ्लकारः वि उपसर्गेण सह हृ धातोः रूपं भवति. इदानीम् अकार्षीत् इति पदमस्ति खलु, अकार्षीत् इत्युक्ते अकरोत् इत्येव अर्थः. तत्र कृ धातोः लुङ्लकारस्य रूपम्, अतः अत्रापि तथा एव हृ धातोः वि उपसर्गेण सह व्याहरत् इति वदन्ति खलु लङ्लकारे, तस्य व्याहर्षित् व्याहर्षित्. ततः वीर कुशलोऽसि, सर्वं करिष्यसि, जाने तव चातुरीं, तद् यथेच्छं गच्छ, नाहं व्याहन्मे तव उत्साहं. नीतिमार्गान् वेत्सि, किन्तु परिपन्थिन एते अत्यन्तनिर्दयाः, अतिकर्दय्याः, अतिकदर्याः, अतिकदर्याः, अतिकूट कूटनूतयश्च सन्ति. अतिकूटनीतयश्च सन्ति, अतिकूट अतिकदर्याः, अतिकूटनीतयश्च सन्ति. एतैः सह परमसावधानतया व्यवहरणीयम् इति कथयित्वा शिववीरस्थं विससर्ज, तस्य बोधनं कृतवान्. तावदेव. गौरसिंहस्तु तिः प्रणम्य उत्थाय निवृत्य निर्गत्य अवतीर्य सपदि तस्याः एव निम्बतरुतलवेदिकायाः समीप आगत्य समीपम् आगत्य स्वसहचरं कुमार अथवा समीपे आगत्य अपि भवितुम् अर्हति. अस्तु, समीपे आगत्य स्वसहचरं कुमारम् इङ्गितेन आहूय कस्मिंश्चित् स्वसङ्केतितभवने प्रविश्य आत्मनः कुमारस्यापि च केशान् प्रसादिनकया प्रसाद्य मुखमार्द्रपटेन प्रोञ्छ्य ललाटे सिन्दूरबिन्दुतिलकं विरचय्य उष्णीशमपहाय शिरसि सूचिस्यूतां सौवर्णकुसुमलतादिचित्रविचित्रतामुष्णीशिकां सन्धार्य शरीरे हरितकौशेय कञ्चुकिकामयोज्य पादयोः शोणपट्ट निर्मित अधोवसनमाकलय्य अधोवसनम् आकलय्य. अस्तु, पादयोः शोणपट्ट निर्मितम् अधोवसनम् आकलय्य. दिल्ली निर्मिते महार्हे उपानहौ धारयित्वा लघीयसीं तानपूरिकामेकां सहनेतुं सहचरहस्ते समर्प्य गुप्तच्छुरिकां दन्तावलदन्तमुष्टिकां यष्टिकां मुष्टौ गृहीत्वा पटवासै वासैः दिगन्तं पटवासैः दिगन्तं पटवासैः दिगन्तं दन्तुः दन्तुरयं दन्तुरयन् दन्तुरयन् अस्तु करस्तपटखण्डेन च मुहुर्मुहुराननं प्रोञ्छन् गायकवेषेण अपचलखानशिबिराभिमुखं प्रतस्थे तस्मिन् वेषे आगतवान् सः एकैकमपि पदभागं वाक्यभागं स्वीकृत्य तत्र अर्थं वदति चेत् तस्य अनुभवः भिन्नः भवति. इदानीम् अर्थभागस्य अर्थः अवगतः खलु यदा पठितं तस्य इङ्गितं तस्य वेषः वेषं वेषं वदतु एकवारं पुनः अस्तु किञ्चित् वर्णनमपि अवगम्यते इति कारणात् पुनः पठामि इति पठित्वा तत्र अर्थेन सह एव वदतु पर्याप्तं. त्रिवारं सः प्रणमति अनन्तरं अस्तु गौरसिंहस्तु द्विवारं प्रणम्य उत्थाय निवृत्य निर्गत्य अवतीर्य सपदि तस्याः एव निम्बतरुतलवेदिकायाः समीपमागत्य तस्य स कुमारं तत्र त्यक्त्वा गतः आसीत् तं कुमारम् इङ्गितेन आहूय सहचरम् इति तेन सह कश्चन बालकः बालकः हा तस्य आम् तम् इङ्गितेन आहूयति इति केवलं संज्ञां कृत्वा आगच्छतु इति इङ्गितेन आहूय कस्मिंश्चित् भवने प्रविश्य स्वसङ्केतभवने प्रविश्य आत्मनः अपि च कुमारस्य वेषं केषान् प्रसाद्य मुखं प्रसाधनिका इत्यस्य अर्थं जानाति खलु कङ्कतं कङ्कतं तद् एतादृशपदानां किञ्चित् प्रयोगः क्रियताम् इति कारणात् अहं पुनः पठतु इति उक्तवती. प्रसाध्य प्रसाधनिकया प्रसाद्य आम् आम् मुखम् आर्द्रपटेन प्रोञ्च्य पटं पटम् इत्यस्य अर्थः वस्त्रम् इति वस्त्रेण आर्द्रवस्त्रेण प्रोच्य प्रथमं पश्चात् ललाटे तिलकं विरचय्य सिन्दूरस्य बिन्दुतिलकं विरचय्य अत्र कश्चन विषयः भवति किमर्थम् आर्द्रपटेन प्रोच्यति अस्ति तस्य कारणं किम् मुखम् आर्द्रम् अस्ति चेत् सिन्दूरबिन्दुः तत्र स्थापनं भवति तद्भवति ततः पूर्वम् आर्द्रपटेन प्रोच्यति अस्ति खलु यतः तत्र ग्रीष्मकालस्य औष्ण्यम् उक्तम् इदानीम् घर्म घर्म इति उक्तं बहु दूरात् आगतवन्तौ तौ अतः स्वेदेन बहु मालिन्यम् अस्ति तेषां मुखेषु अतः आर्द्रवस्त्रेण मुखम् आमर्ज्य इति आमर्ज्य इति वदति तत्र एकैकस्यापि कारणम् अस्ति इति किञ्चित् अवगच्छन्तु. अनन्तरं सिन्दूरबिन्दुतिलकं स विरचयति किमर्थम् इत्युक्ते अग्रे पठितं खलु ते सङ्गीतवेषधारी कार्यक्रमं कुर्वन्ति इति सूच्यते अत्र तान्पुरम् इति उक्तं खलु तानपूरिका इत्युक्ते तम्बूरिं चोलु वदामः खलु तदेव तानपूरिका तदपि बालकः इति कारणात् लघीयसीं तानपूरिकाम् एकां ददाति तस्य हस्ते ददाति. तत्र पुनः पूर्वं गच्छतु पूर्वतनभागं ललाटे सिन्दूरबिन्दुतिलकं प्रसाद्य विरचय उष्णीषम् अपहाय शिरसि अपहाय उष्णीषं धृतवन्तः खलु परन्तु तत् निष्कासयति इति अपि च सूचिस्यूतां शिरसि सवर्णकुसुमलतादिचित्रविचित्र विचित्रताम् उष्णीषिताम् चित्रविचित्र विचित्रितां चित्रितम् इति, अतः भिन्नभिन्नचित्रेण चित्राणां रूपेण तत्र एम्ब्राय्डरी कृतम् इति, अत्र सूचिस्यूताम् इति अस्ति खलु, सूचिस्यूताम्, आम् आम् आम् आम्. अस्तु, उष्णीषिकां सन्धार्य शरीरे अस्तु हरितकौशेय कञ्चुकिकामा योज्य, कञ्चुचिका कञ्चुकिकाम् आयोज्य, कञ्चुकिकां यतः इदानीं तावत्पर्यं सः वटुः भवेत्, ब्राह्मणवटुः भवेत्, यः कोऽपि भवेत् सः बालकः, इदानीं तत्र हरितकौशेयकञ्चुकिकाम् इति किमर्थम् उक्तम् इति चिन्तयामः. तत्र मोहम्मदीयाः साधारण हरितकञ्चुकं धरन्ति, तत्र गन्तुं वेषं धृत्वा सङ्गीतकस्य वेषे गन्तुम् इच्छति बालकमपि आनेतुं नेतुम्, अतः एव तादृश तेषां मोहम्मदीयानां इष्टतम वर्णस्य वर्णयुक्तं कृत्वा इति. पादयोः कथं भवति? शोणपट्टनिर्मितम् अधोवसनम् आकलय्य, शोणपट्टनिर्मितम् इत्युक्ते साधारणतया शोणवर्णः रक्तवर्णः, तत्र तादृश अधोवसनम् इत्युक्ते पैजामा पेण्ट् तादृशम्. दिल्ली निर्मिते महार्हे उपानहौ धारयित्वा, उपानहौ धारयित्वा पादुके, लघीयसीं तानपूरिकाम् एकां सह नेतुं सहचरहस्ते समर्प्य गुप्तच्छुरिकां दन्तावलदन्तमुष्टिकां मुष्टौ गृहीत्वा, अत्र यदा यदा अर्थस्य विषयः पठ्यते तथा एव पदानाम् अक्षराणामपि विषये अवधानं ददातु. पश्यतु, लघीसीं तानपुरिकां त्वा सहचरहस्ते समर्प्य, सह नेतुं सहचरहस्ते समर्प्य, सकारस्य अनुवर्तनं सर्वत्र, तत्र अर्थः अपि उचितः एव. अनन्तरं गुप्तच्छुरिकां दन्तावलदन्तमुष्टिकां यष्टिकां मुष्टौ गृहीत्वा, षकारस्य टकारस्य ककारस्य पुनः पुनः प्रयोगः. अत्र दन्तावलदन्त इत्युक्ते किं महोदय? दन्तावलदन्तमुष्टिकाम् इत्युक्ते तस्य यष्टिः अस्ति खलु, तस्य मुष्टिः तथा अस्ति, हेण्डल् तथा अस्ति इति, दन्तेन कर्णः दन्तः मुष्टिकायस्यां तां. तत्र पश्यतु हाति हस् अवगम्यते, व्याख्यानं पठति चेदपि किञ्चित् अवगम्यते. उष्णीषम् इत्युक्ते टोपि इति जानीमः वयं तत्सर्वं. चित्रितां विचित्रिताम् इति उक्तं, पठितं खलु, चित्रविचित्रितां संवलिताम् विचित्रिताम् इत्युक्ते तादृशकार्यं कृतम् इति संवलिताम्. कुसुमलतादीनां चित्रेण विचित्रितां संवलितां लघु उष्णीषमुष्णीषिका तां टोपि इति हिन्दी. लघु उष्णीषमुष्णीषिका इत्युक्ते टोपि. अस्तु, शोणपट्टनिर्मितं रक्तकौशेयरचितम् अधोवसनम् अधोमार्गेण मार्गेण चरणेन धारणीयम् पादांशुकम् इति वदन्ति खलु, अतः पायजामा. अस्तु, पायजामा इति हिन्दी. अधोमार्गेण शिरणेन धारणीयम्. अस्तु, अधोवसनम्. दिल्ली शब्द दिल्ली वल्लभ पाणि वल्लवतले नीतं नवीनं वयः इत्यपि पण्डितराजेनापि महार्हे तानपुर एव तानपूरिका महार्हे इति तत्र किमपि व्याकरणविषयमस्ति इत्यत्र इत् उत् एत् इत्यनेन प्रगृहत्वात् प्रकृतिभावो बोध्यः महार्हे तानपुर एव तानपुरिका तानपुरा इति हिन्दी सहेत्यस्य आत्मना इति शेषः सः इत्यस्य आत्मना सह इति योजितव्यं तावदेव आत्मना सह तानपुरिकशब्दस्य तु न सह शब्देन विशेष्यविशेषणभाव एव इति न तत्र तृतीया अशका अशका वा आशङ्का अशङ्का अस्तु आशङ्का तत्र तादृशसंज्ञा अवग्रहचिह्नं द्विवारं दीयते चेत् तत्र आकारस्य दीर्घः इति आशङ्का अस्तु दन्तावलस्य करिणः दन्तः मुष्टिका यस्यां ताम् दन्तेन निर्मितेति मध्यमपदलोप लोपि समासो वा ऐवरी हाथी दन्तके मूठ वाली गुप्ती छडी ऐवरी यद् वदामः ऐवरी ऐवरी हा तत् छडी इत्युक्ते प्रोबब्ली विप् यष्टि यष्टि एव छडी यष्टि स्टिक् वाकिंग स्टिक् वन् अस्तु पटवासैः एतत् न पठितम् अस्तु अस्तु प्रोच्छन् गायकवेषेण अपजलखानशिबिराभिमुखं कृतस्य तत्र ते गतौ द्वा गौरसिंहः अपि च कुमारः तत्र गतौ हस्तपटखण्डेन अथ तौ तत्र न पठितम् अथ तौ न पठितम् अथ तौ त्वरितं गच्छन्तौ सपद्येव परशत परशत इत्युक्ते शतादपि अधिकम् इति परशत रवेतपट रवे श्वेतपट श्वेत श्वेतपट कुटीरैः शारदमेद मेघ मण्डल मण्डलायितं दीपमाला विहित बहुल चाकचक्यम् अपजलखान शिबिरं दूरत एव पश्यन्तौ यावत् समीपम् आगच्छतः तावत् कश्चन कोकनद छवि वस्त्रखण्ड वेष्टित मूर्धा कटिपर्यन्त सुनद्ध काकश्यामाङ्गर शाकश्यामाङ्गर क्षिकः रक्षिकः खर्बुराधोवसनः श्रोणश्मश्रुः विजयपुराधीश नामाङ्कित वर्तुल पित्तल पट्टिका परिकलित वामवक्ष वक्षस्थलः स्कन्दे मुशुण्डी निधाय इतस्ततः मुशुण्डीं निधाय इतस्ततः गतागतं कुर्वन् सावष्टम्भम् उर्दूभाषया उवाच कोयम् इति ततः गौरसिंहेन अपि गायकः अहं श्रीमन्तं दिद्रक्षे इति समार्धवं व्याख्यायि इतोपि पठेम ततो गम्यतां मन्ये अपि गायका वादकाश्च सम्प्रत्येव गताः सन्ति इति कथयति प्रहरिणी घृतेन स्नातु घृतेन स्नातु भवद्रसना इति व्याहरन् शिबिरमण्डलं प्रविवेश. स्वयमेव वदति भवद्रसनां घृतेन स्नातु इति, यतः सङ्गीतकार्यक्रमं दातुम् इच्छति खलु. अत्र मम सन्देहः अस्ति, गोपीनाथः गोपीनाथः इति उक्तं खलु गौरसिंहः इति वा किमपि, तत्र पुटस्य नष्टः अभवत् वा इति मम सन्देहः अस्ति. तत् तस्मिन् स्थले एकवारं दृष्ट्वा पश्यामः, यतः तत्र अनुवर्तनं सम्यक् न कृतं. सः प्रविष्टवान् वा, किं वक्तुम् इच्छति इति वया अस्माभिः न अवगतं. केवलं माल्यश्रीः इति यः उक्तवान् सः एव विषयः अवगतः. तत्र पुटसङ्ख्या नष्टा वा पश्यन्तु. अत्र अत्र नष्ट 86 अस्ति. न तत्र अत्र 60 सम्यक् एव महोदय, तत्र इतः वयं पठितवन्तः 66 67. यः कः प्रविष्टवान् शिवराजस्य सभां? गौरसिंहः एव प्रविष्टवान्, परन्तु गोपीर तत् पत्रमेव दर्शयामि इति उक्त्वा सः किं कृतवान्? तस्य विषयं तात्पर्यम् उक्तवान् खलु पत्रे यदि अस्ति इति. तदनन्तरं इतोपि किञ्चित् तत्र महोदय तस्मिन् पत्रे गोपीनाथस्य उल्लेखः आसीत्. अनन्तरं सः कोऽपि जनः आगत्य गोपीनाथः आगतः मेलितुम् इति शिवराजं यदा वदति, तदानीं सर्वेपि एषोऽयं गोपीनाथः इति वदन्ति. अनन्तरं शिवराजः वदति तं तत्र कुत्रचित् स्थापयतु, अहम् आगत्य मिलामि तेन सह इति. तत्र समाप्यते. अनन्तरं गौरसिंहः अन्यत्र गच्छति. अनुवर्तनं सम्यक् अस्ति वा? परन्तु तत् झटिति सङ्गीतकस्य वेषं धरति इत्युक्ते तत्र अफजनखानस्य सभां गन्तुम् इच्छति इति अर्थः वा? आम् आं महोदय. तत्र किमपि पूर्वतन उद्देशः कः, किं कर्तुं गच्छति इति किमपi न उक्तम् अत्र. अत्र गोपीनाथः वस्तुतया अफजल खान् खानं तस्य सन्देशं वदति. अफजल खान तत्र अत्र मैंने गोपीनाथ पंडित को भी तुम्हारे पास भेज दिया है. अत्र सभायां सः उक्तवान् पत्रस्य विषयम् उक्तवान्. अनन्तरं पत्रे गोपीनाथस्य नाम अस्ति महोदय. तदनन्तरं सः गोपीनाथः एव पुनः आयाति इति एवं भाति. माल्यश्रीकः गोपीनाथं गोपीनाथस्य रात्रिव्यवस्थां कर्तुं गच्छति, तदा गौरसिंह वदति अहम् अफजलखानस्य तत्र गत्वा कथमपि साक्षात्कृत्य तत्र अखिलं व्यवस्थितं विज्ञाय पुनरागत्य विनिवेदयामि इति वदति. तदनन्तरं सङ्गीतकस्य वेषं धृत्वा गच्छति. परन्तु गोपीनाथः नामकः पण्डित आपके दर्शन के लिए इच्छा से खड़े. सः गोपीनाथः तदा तत्र शिवराजं द्रष्टुम् आगच्छति, परन्तु न दृश्यति यतोहि तस्य बाल्य निखिलेश शिवचर्य बाल्य. न सः गोपीनाथः वस्तुतया शत्रुः इति चिन्तयामि. गुप्तचरः अपि आसीत्. गुप्तचरोपि गुप्तचरः नास्ति इति चिन्तयामि. भवन्तः एकं कार्यं कुर्वन्तु, पुनः एतं भागमेव शिवराजस्य सभा इति यद् यत्र परिचयः कृतः तदारभ्य एव एतावत् पर्यन्तं यत् पठितं तावत् पर्यन्तं पुनः एकवारं पठित्वा सत्य सन्दर्भस्य विवरणं ददातु अग्रिमसप्ताहे. अनुवर्तनं कथं, कथायाः अनुवर्तनं कथम् अस्ति, सम्यक् अस्ति वा, मध्ये कोऽपि विषयः त्यक्तः वा इति एकवारं पठन्तु. पुटस्य पुटसङ्ख्यायां कोऽपि क्लेशः नास्ति खलु, अनुवर्तनं सम्यक् एव अस्ति. अनुवर्तनं सम्यक् एव महोदय, क्रमेण एव अस्ति. एकवारं पठित्वा आगच्छन्तु, इदानीं समयः अपि अतीतः, वयम् अत्र विरमामः. तत्र कश्चन घट्टः अपि आगतः खलु. आम् शान्तिमन्त्रं वदामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः.